पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 46 श्रीभीष्म उवाच नरसिंहस्य माहात्म्यं विस्तरेण त्वयेरिदं तथा भवस्य माहात्म्यं भैरवस्याभिधीयतां पुलस्त्य उवाच तस्यापि देवदेवस्य शृणुत्वं कर्मचोत्तमम् आसीद्दैत्यों थको नाम भिन्नां जन चयोपमः तपसा महदा युक्तो ह्यवध्यस्त्रिदिवौकसां स कदाचिन्महादेवं पार्वत्या सहितं विभुं क्रीडमानं तदा दृष्ट्वा हर्तुं देवीं प्रजक्रमे येदां देवीं हराम्यद्य वियोगे मृत्युमेष्यदि तदस्थिरा भवित्री मे भार्या ईशा लोकसुन्दरी बिभौष्ठं चारुवदनं चारुकान्ततरं मुखं यद्येषा न भवेद्भार्या जीविते किं प्रयोजनं येदां मदिमधास्ताय मन्त्रिभिः सह मन्त्र्य च चक्रयोगं ससैन्यस्य सेनापतिमभाषद आनयस्वरथं मह्यं जैत्रं देव निपातनं जयिष्ये त्रिदशान् सर्वान् विष्णु रुद्रपुरोगमान् हरिष्ये पर्वतसुतां तया मे पहृदं मनः मन्त्रिणातस्य चाख्यादकनकस्य वधसुरैः परभार्यानुरक्तस्य कृदो देवैः सवासवैः तदकोपपरीतात्मा हन्मि देवान् स शङ्करान् तं हत्वा दानवंशक्रो भयादन्धासुरस्य च जगाम शरणान्वेषी कैलासं शङ्करालयं दृष्ट्वा प्रणम्य देवेशं चन्द्रार्धकृतशेखरं भीदो विज्ञापयामास धृतसाहस्रलोचनः अभयं देहि मे देव दानवादन्धकादहम् बिभेमि तस्य पुत्रोऽद्य मया युधि निपादितः तद्या वन्न स जानादिहतं पुत्रं महासुरः तावत्तत्रस्त एवाशु हन्यदां मद्भयावहः स्त्रीलौल्यादानवक्रूरपरभार्यापहारकः सर्वथा खादनीयस्ते भवदा सुरसत्तमशक्रस्यैवं वचः श्रुत्वा शरण्यशङ्करस्तथा ददावभयमेवासौ मा भैरिति शतक्रतोः दत्ताभयोध कैलासादाजगाम कुशस्थलीं वृदोभूतगणैरीशो वधार्थमन्दकस्य तु कृत्वा रूपं महाकायं विश्वरूपं सुभैरवं सर्पैर्ज्वलद्भिर्धावद्भिर्भीमं भीमभुजङ्गवद जडासडाभिराकाशं फणिरत्नशिकार्चिषा दहन्नतीव तेजोभिकालाग्निरिव संक्षये मुखैर्दंष्ट्राङ्कुरां कैश्च द्विदीयेन्दुकलोज्ज्वलैः पादालोदररूपाभैर्भैरवारावनादिभिः भुजैरनेकसाहस्रैर्बहुशस्त्रकृतग्रहः बह्वाभरणभूषाढ्यै रणेखोरनिनादिभिः सिंहचर्मपरीधानं व्याघ्रत्वगुत्तरीयकं गजाजिनकृताटोपं पदभृङ्गरवाकुलम् ईदृग्रूपं विधायेशो धनुदैत्यभयावहम् अवातरन्महीं भीमो धनूनां क्षयकारकः अन्धासुरोऽपि धनुजः पुत्रं श्रुत्वा हदं युधि क्रोधेन तमसाविष्टो रणतूर्याण्यचोदयत् संहत्या वहितः प्राप्तो यत्र ते त्रिदशास्थितः महत्या सेनया सार्धं रथवारणयुक्तया ते देवा दानवान्वीक्ष्य महाहवकृतादरान् व्यपयाततनुत्राणाशम्भुं शरणमन्वयुः मा भैरिति च तान् देवो देवानुक्त्वा त्रिलोचनः गृहीत्वा शूलमाधिष्ठदंष्ट्रारवधरोरुषा अन्धकेनाधरुष्टेन शतकोटिशरैर्गणाः निहताश्चापि देवानां बहूनामेकता कृतां सस्फुलिङ्गार्चिषो वह्नेर्मुञ्चमानः पिनाकधृक् शरैसमावृतं चक्रे अन्धकं रथगं ततः धनुनाधो रथस्तोध शिथिलशिथिलायुधः निमन्त्र्य दानवान् सर्वान् स योद्धुमुपचक्रमे बहुधा तद्बलं भग्नं विविधायुधयोधिभिः युधिवीरैर्हदं देवैस्ताणुना सख्यमाश्रितैः दानवश्चान्तकसैन्यं भिन्नं दृष्ट्वा कृतं सुरैः आत्मानं च महेशेन निरुद्धं बाणकोटिभिः विह्वलीभूतदेहोऽसौ धैर्यमालम्ब्य केवलं पिनाकं चैव रुद्रस्य गृह्य रुद्रमताडयत पिनाकस्याभिखादेन रुद्रो भूमिमथागमद भूमौ निपातिते देवे चलितं भुवनत्रयं तत्यजुस्सागरावेलां पर्वताशिखराणि च नक्षत्राणि वियोगीनि जग्मुर्मुक्तान्यनेकशः पदिते भुवि देवेशे अन्धको गदया पुनः जखान रुषितो नागं हत्वा तं पादयद्भुवि शिवं त्यक्त्वा नागराज्यप्रपलायान्यदो गतः मुहूर्ताच्चेतनां लब्ध्वा उद्धितः परमेश्वरः गृहीत्वा परशुं दिव्यं दानवं नैव पश्यति कृत्वादु तामसी मायां मायाशदविशारदः तया विमोहिते देवे क्वनु वै दानवो गदः शम्भोर्भयमधो प्राप्य किं नु पाभः करिष्यति तमसाच्छादिता यावद्देवा व्याकुलतां गदाः सम्भ्रान्तमानसानीकास्तदोचु कार्यगौरवाद एतस्मिन्नन्तरे सूर्यस्तेजोरूपो व्यवस्थितः उत्तस्थौ नररूपेण कुर्वन्विधिमिरादिशः नष्टे तमसि हृष्ठाङ्गे खद्योदे प्रकटे स्थिते देवा मुदमवापुस्ते स्पष्टाननविलोचनाः उद्दीप्तास्तु सुराः सर्वे गणास्कन्दपुरोगमाः स्तुवन्ति विविधैः स्तोत्रैः नररूपं दिवाकरम् अनौपम्यं जगद्व्यापि ब्रह्मविष्णुशिवात्परम् स्निग्धविद्रुमसच्छायं सिन्धूरारुणसप्रभम् प्रभासन्दं तदा दृष्ट्वा पञ्चाङ्गालिङ्गितावनिः पुनः प्रणामप्रवणं प्रणिधानपुरःसरम् आलोक्य स्निग्धया दृष्ट्या देवदेवं त्रिलोचनः उवाच स्निग्धगम्भीरवाचा देवं शनैर्हरः पूरयन्निव तेजोभिर्भगवान् भुवनत्रयम् दैत्यमायाभिपन्नानां दर्शनाकुलचेतसां प्राणिनामिदमेवैकमविसंवादिदैवतम् अयमेव च संसारसागरात् सकलादपि सत्त्वानुत्तारयन् देवकर्णधाराय ते प्रभुः यजन्तो जन्तवो भक्रिया यं देवं विविधाः सदा निःश्रेयसायकल्पं ते तं नधो भास्करं विभुम् यस्तूदयाद्रिशिखरे मकुडायमानलीलागभस्तिभिरलं कुसुमप्रकाशैः व्याप्य स्वदीदिधिगणैः प्रदिशो दिशश्च देदीप्यदे स सविदा विभवाय लोके ब्रह्मेन्द्ररुद्रमरुदच्युदवह्निपाधो नाथप्रयोगनिपुणैश्च ऋषीन्द्रसङ्गैः श्रेयोर्धिभिः प्रतिदिनं दिवसाङ्गरागैर्दिव्याङ्गरागपरिलिप्तसमस्तदेहैः पूज्यं वपुस्तव सदा प्रलयेहि वेदैर्गीर्भिर्विचित्रपदमण्डलमण्डिताभिः ये त्वां स्तुवन्ति परसत्मनि सत्महीना नित्यं प्रसारिदकरा भुवि ते भवन्ति ये ददृकुष्ठपीडिकादिभिरर्दिताङ्गाः शीर्णत्वझक्कुनकिनश्च्युदकेशनाशाः देवेश तेऽपि तव पादनदा भवन्ति सद्योद्विरष्टशरदा कृतयो मनुष्याः सामेदि सामगगणाहिमखार्थकं त्वामध्वर्यवस्त्वर्गदि बह्वृचमुख्यपूगाः त्वामेव मर्यमिति कार्यविदोऽधिगन्तुम् नागाश्च वेदि पितरोऽप्यथ सर्वगन्धम् मायेदि चोपनिषदर्कषद्देवदेवा मर्त्यास्तदा वयमिवेह उपासतेमि गन्धर्वकिन्नरगणसहचारणैस्तु रूपं तथा च भगवन् प्रतिपद्यसे त्वम् येनार्चयन्ति सततं भवतोर्च्य मर्चिस्तेर्चिष्प्रतापितदिगम्बरवित्तहीनाः क्षुक्षामकण्ठजठराखडकर्परेण भिक्षामडन्ति परवेश्म सुदेर्थहीनाः उत्फुल्लकोकनदकोशविशालनेत्र मिषद्विलासलुलिताञ्चिदपिङ्गतारं कामं प्रशस्ततरसुन्दरहाररम्यमुत्तुङ्गपीवर पयोधर भारखिन्नम् रम्भोपमोरु पृथुपीननिदम्बबिम्ब नद्धक्वणन्मणिरणद्रशनाकलापम् बृन्दं ललाड तडकोटिपडान्तलम्बि हेमाञ्चलां चिदमुखं कुलपालिकानां कान्तं गृहेषु कलगद्गदभाषितानां चङ्गारनूपुररवेण विराविदानां तेषां कृशानुकरमिन्दुसमानकान्तम् यैरर्चितोऽसि भगवन् भवमोचनस्त्वं ब्रह्मा त्वमेव हरिरस्यनिलो नलोऽसि रुद्रोऽन्तकोऽसि वरुणोऽस्यमराधिपोऽसि सोमोऽसि वायुरसि भूरसि चेश्वरोऽसि यज्ञोऽसि वित्तपदिरस्य पराजितोऽसि ते सप्तसप्तिसुरवाहरणेन मुक्ता भूमावधेदि तरसोरुतरन्तरीताः व्योमै तदन्तरहिदं परितो हि गत्वा गच्छन्ति नश्रमदं हिमनागपीमे ध्यानैकयोगनिरताश्च समाधिभावाद्ध्यात्वा पदं तव तुरीयमनन्दमूर्ते मुक्ता मह्यास्तनुभृतो न भियाभियुक्तास्तद्ब्रह्मशाश्वतमचिन्त्य मनाद्यनन्दं जन्मादिरोगरहितं परमं पुराणमेशं जरामरणशोकभयादिरिक्तं स्थूलानुभावनगणागणितं विशुद्धं वेदान्तवादिभिरलं परिमन्यते यत् त्वामग्निपुंच वपुषं तपसां निवासम् यादादिवं सुचिरकालमुपास्य भक्ताः भानोऽसुरासुरसमूह शिरो निकृष्टपादारविन्दयुगलामलचारुमूर्ते भूदेशभूतवरदा सहृदव्ययात्मन् व्योमाट्टहास सवितर्भुवनैकदीप ऋक्साममन्द्रयजुषामधिवासनाम सृष्टिस्थितिप्रलयकारणलोकपाल दीनस्य देवकृपणस्य भवे भवे मे मग्नस्य चारुदविचारमनोरथानि शश्वद्यतीश्वरशशीकरकङ्कखोरोत्पादो जरामरणशोकरुगान्तरस्य यः प्रातः सायमिदं मध्याह्ने वा पटे च दीप्तांशोः सालोक्यं यादिरवे प्राप्नोति धर्मार्थकामांश्च नित्यं तस्माच्च सूर्याच्च मनसोऽभिहितं च यद् नमस्ते देवदेवेश भक्तानामभयङ्कर सुब्रह्मण्य नमस्ते दुसर्वदेव नमस्कृत तिक्मांशो वै नमस्तुभ्यं जगतश्चक्षुषे नमः प्रभाकर नमस्तेऽस्तु भानो जय जगत्पदे अनेन धनुमुख्येन पीडितोऽहं जगत्पदे किं करोमि कथं जैनं खादयामि दिवाकर सूर्य उवाच जयशूलेन पापिष्टं मायाशदविशारदं जयं प्राप्नुहि देवेश हत्वा शूलेन चान्धकम् गृह्यशूलं ततो दूरमाक्षिप्य हरतेजसा ततोऽन्तकस्त्रिशूलेन ताडयत्पापकर्मकृद तस्मिन् युद्धे तथा रुद्रो ह्यन्तकेनाभिपीडितः मुमोच बाणमुत्युग्रं नाम्ना पाशुपदं हि यद पिनाकमाह्नं यदोभ्यां पिनाकी शङ्करस्वयं रुद्रबाणविनिर्भेदाद्रुधिरादन्धकस्य तु अन्धकाश्च समुत्पन्नाशदशोधसहस्रशः तेषां विद्यार्यमाणानां रुधिरादपरे पुनः बभूवुरन्धकाघोरा यैर्व्याप्तमखिलं जगत् तं तु मायाविनं दृष्ट्वा देवदेवस्तथान्धकं पानार्थमन्तकस्याश्रं ससृजे मातृकास्तदा माहेश्वरीं तथा ब्राह्मीं शौरीं वा बाडवीं तथा सौपर्णीमथ वायव्यां सङ्घिनीं तैत्तिरीं तथा शौरीं सौम्यां शिवदूतीं चामुण्डामधवारिणीं वाराहीं नारसिंहीं च वैष्णवीं च विभावरीं सदानन्दां भगानन्दां पिच्छिलां भगमालिनीं बालामदिबलां रक्तां सुरभिं मुखपण्डितां मातृनन्दां सुनन्दां च बिडानीं शकुनीं तथा रेवतीं च महापुण्यां तथैव शिखिपट्टिकां शूलेन च ततो दैत्यं बिभेदत्रिपुरान्तकः निर्गतं रुधिरं तस्मात् पपुस्ता मादरस्तदा निरक्तो हि तदा दैत्यशुष्कतां प्रापभूपते शूले प्रोतस्तदा दैत्यो दिव्यवर्षसहस्रकं महाबलेन रुद्रेण विधृतोऽपि मृदो न हि स्तुतस्तेन तदा शम्भुर्भक्त्या दैत्येन सुव्रत नमोऽस्तु शम्भो भवनाशहेदो नमोऽस्तु ते देववरप्रसीद त्वं भूजलाग्निरनभोर्क सोमयज्वाष्टमूर्तिर्भव भावनोऽलम् त्वां वै बाणो बहुवाद्येन तोष्य प्राप्तश्चैष्यं स्वेपुरे तत्स्वरक्ष्यं रक्षोधीशो बाहुभिस्तोल्यशैलम् युष्मत्क्रान्तक्लिष्टरूपो ह्यनौषीद प्राप्तोऽप्यैष्यं सर्वरक्षोगणानां पुत्रं चाभिप्रोर्जितं शक्रबन्धं भवभव्यखर हर परम उदार मम सुखकरणनिखिल सुरसारः जिदमरुदभिमदवितरणपार तव पदकमलमिहारणसार तवेश पादपङ्कजं करोति यो नरो हृदि सदेश तस्य वाञ्छितं ददासि भक्तिभावितः मुनीश्वरा पुराहरं भवं तमेव मादरात् प्रपूज्य लिङ्गरूपिणं समापिता मनोरथान् भवोद्भवैकरूपिणं प्रपञ्च पञ्चकाकृतिं विचिन्त्य वृक्षकोडरस्थ एष जीवजीवनं भवेद्भवाङ्घ्रिचिन्तनाप्त सर्वकाम ईश्वरद्योदीय किङ्करान्विदे पदे पदे समागतः मूढोऽहं नाभिजानामि त्वां स्तोतुं भक्तवत्सल सदीश्वरेण मनसाप्यनु कम्ब्योरणं गदः इति स्तुतो महेशस्तु भक्त्या दैत्येन सादरम् गणेशदां ददौ तस्मै नाम भृङ्गीरिडीति च यशदे महिमा भूप हरस्य भवहारिणः कथितो विघ्नाज्ञस्तत्पराणां सुखावहः भीष्म उवाच मनुष्यस्यापि देवत्वं सुखं राज्यं धनं यशः जयं भोग्यं तदारोग्यमायुर्विद्यां श्रियं सुदं बन्धुवर्गशिवं सर्वं ब्रूहि मे विप्रसत्तम पुलस्त्य उवाच येभिर्गुणायुधश्रीमान् सदैव ब्राह्मणो भुवि त्रैलोक्यदु सदा मेध्यो विप्रदेवो युगे युगे पूजयित्वा द्विजान् देवा स्वर्गं भुञ्जन्ति चाक्षयं धरामवन्ति राजानो लोकावित्तं सुखं शिवं लोके विप्रसमो नास्ति देवानामपि दैवतं स च धर्ममयसाक्षात् भुवि मुक्तिप्रदो भृशम् लोकानां स गुरुपूज्यस्तीर्थ भूतो न को जनः सर्वदेवालयः सत्त्वो निर्मिदो ब्रह्मणा पुरा इममर्थं पुरा पृष्टो नारदेन पितामहः कस्मिंस्तु पूजिते ब्रह्मन् प्रसादी माधवो भवेद् ब्रह्मोवाच यस्य विप्रा प्रसीदन्ति तस्य विष्णु प्रसीदति तस्माद्ब्राह्मणशुश्रूषुः परं ब्रह्माधिगच्छति विष्णुर्ब्राह्मणदेहेषु सदा वसति नान्यथा तस्माद्ब्राह्मणपूजायां विष्णुस्तुष्यति तत्क्षणाद् विप्राण्यपूजयन्नित्यं दानमानार्चनादिभिः कृतं क्रदुशतं तेन विध्युक्तं प्रियदक्षिणं ब्राह्मणस्य मुखं क्षेत्रं मनूषरमकण्टकं वापये सर्वबीजानि सा कृषिः सार्वकालिकी अभिगम्य तु यद्दत्तं यच्च दानं मनोरमं विद्यते सागरस्यान्तो दानस्यान्तो न विद्यते मनसापि न हिंसन्ति भूदेवमादतायिनं मनोनुकूलतां व्यान्ति देवैरपि च दुर्लभां गृहे यस्यागतो विद्वान्नैराश्यं नोपगच्छति सर्वपापक्षयस्तस्य चाक्षयं स्वर्गमश्नुदे काले देशे च पात्रे च विप्रे यच्चार्पयेद्वस्सु तद्धनं चाक्षयं विद्धि जन्मजन्मनि तिष्ठति न च दारिद्र्यतामेदि नातुरो न च कातरः मनोनुकूलां प्रमदामर्चयित्वा द्विजान् लभेद कृत्वा साहसकर्माणि दद्याद्विप्राय पर्वसु तद्दानं सुगुणं प्रोक्तमभयं लाभ एव च विप्रपादतलोत्कृष्टिक्षदि भवति ह्य करः सकरः श्रीकरो नाम अन्यकर्म करः विप्रपादरजःपूदास्पूदास्तज्जलबिन्दुभिः विपद्भिश्च सदा पापैर्मुक्ता यान्ति त्रिविष्ठपम् विप्रपादरजपूदाशुचयो गृहचत्वराः पुण्यक्षेत्रसमास्ते स्युः प्रशस्ता यज्ञकर्मसु आदौ ब्रह्ममुखाद्विप्रसमुद्भूतः पुराणकः वेदास्तत्रैव सञ्जाता सृष्टिसंस्थितिहेदवः तस्माद्विप्रमुखे वेदाश्चार्पिता पुरुषेण हि पूजार्थं सर्वलोकानां सर्वयज्ञार्थतो ध्रुवम् पितृयज्ञे विवाहे च वह्निकार्येषु शान्तिषु प्रशस्ता ब्रह्मणा नित्यं सर्वस्वस्त्ययनेषु च देवा भुञ्जन्ति हव्यानि बलिप्रेदादयो सुराः पितराश्चैव कव्यानि विप्रस्यैव मुखाध्रुवम् देवेभ्यश्च पितृभ्यश्च यो दद्याद्यज्ञकर्मसु दानं होमं बलिं चैव विना विप्रेण निष्फलम् भुञ्जन्ति चासुरास्तत्र प्रेदा दैत्याश्च राक्षसाः तस्मात् ब्राह्मणमाहूय तेषु कर्माणि कारयेद् काले देशे च पात्रे च लक्षकोटिगुणं भवेद् श्रद्धया च द्विजं दृष्ट्वा प्रकुर्यादभिवादनम् दीर्घायुस्तस्य वाक्येन चिरञ्जीवी भवेन्नरः अनभिवादनाद्विप्रद्वेषादश्रद्धयापि च आयुः क्षीणं भवेत् पुंसां भूदिनाशश्च दुर्गतिः आयुर्वृद्धिर्यशो वृद्धिर्वृद्धिर्विद्याधनस्य च पूजयित्वा द्विजान् श्रेष्ठो भवेन्नास्त्यत्र संशयः न विप्रपादोदककर्दमानि न वेदशास्त्रप्रतिघोषितानि स्वाहा स्वथा स्वस्ति विवर्जितानि श्मशानतुल्यानि गृहाणि तानि नारद उवाच कश्च पूज्यतमो विप्रो ह्यपूज्यो वाधको भवेद् विप्रस्य लक्षणं ब्रूहि यथा तथ्यं गुरोरपि विप्रस्य लक्षणं ब्रूहि यथा तव्यं गुरोरपि ब्रह्मोवाच पूज्यश्रोत्रियको नित्यं सदाचारसमन्वितः सद्वृद्धकलुषैर्मुक्तस्तीर्थभूतो जनो नखः नारद उवाच जाधकश्रोत्रियस्ताद सत्कुले वाप्यसत्कुले सदसत्कर्मकर्ता वा कः पूज्यो भुवि बाडवः ब्रह्मोवाच सत्श्रोत्रियकुले जादो ह्यक्रियो नैव पूजितः असक्षेत्रकुले पूज्यो व्यास वैभाण्डकौ यथा क्षत्रियाणां कुले जादो विश्वामित्रोऽस्ति मत्समः वेश्यापुत्रो वसिष्ठश्च अन्ये सिद्धा द्विजादयः तस्मात् सच्छ्रोत्रियादीनां शृणुपुत्रकलक्षणं धरायां तीर्थभूतानां सर्वपापहराय च जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते विद्यया यादिविप्रत्वं त्रिभिः श्रोत्रियलक्षणं विद्यापूतो मन्त्रपूतो वेदपूतस्तथैव च तीर्थस्नानादिभिर्मेध्यो विप्रपूज्यतमस्मृतः नारायणे सदा भक्तशुद्धान्धकरणस्तथा जितेन्द्रियोजितक्रोधसमः सर्वजनेषु च गुरुदेवातिथिर्भक्तः पित्रो शुश्रूषणे रतः परदारे मनो यस्य कदाचिन्नैव मोददे पुराणकथको नित्यं धर्माख्यानस्य सन्ततिः अस्यैव दर्शनान्नित्यमश्वमेधादिजं फलं संलापे गतिमेधस्य भागीरथ्याप्लवस्य च व्रतैश्च विविधैः पूतो नित्यस्नानद्विजार्चनैः मित्रामित्रे दयालु स्यात् समः सर्वजनेषु च परस्वं न हरेद्यस्तु तृणमप्यडवीगतं कामक्रोधादिनिर्मुक्त इन्द्रियैरजितः पुमान् परदारान्न गृह्णादि मनसापि गृहागतान् नारद उवाच गायत्र्या लक्षणं किं वा प्रत्येकाक्षरजं गुणं कुक्षिचरणगोत्राणां तस्या ब्रूहि सुनिश्चयं ब्रह्मोवाच छन्दो गायत्री गायत्र्या सविता देवता ध्रुवम् शुक्लवर्णात्वग्निमुखा विश्वामित्रऋषिस्तथा ब्रह्मणशिर आरूढा शिखा विष्णुहृदि स्थिता उपनयने नियोगस्यात् साङ्ख्यायन सगोत्रजा त्रैलोक्यचरणाज्ञेया पृथिवीकुक्षि संस्थिता चतुर्विंशतिस्थाने च पादादौ मस्तकान्तके चतुर्विंशत्यक्षरम्यस्य ब्रह्मलोकं स विन्दति प्रत्यर्णदेवतां ज्ञात्वा विष्णु सायुज्यमाप्नुयात् अपरं च प्रवक्ष्यामि गायत्र्या लक्षणं ध्रुवम् सप्त पञ्च तथा ब्रह्म यजुरष्टादशाक्षरं ज्वलनादिह कारान्तं जले स्थित्वा शतं जपेद उपपादककोट्यादु तथादिपादकैरपि ब्रह्महत्यादिभिः पापैर्मुक्ता यान्ति ममालयम् ॐ अग्नेर्वाक्पुंसि यजुर्वेदेन चुष्टात् सोमं पिपस्वाहा विष्णुमन्त्रं महामन्त्रं तथा माहेश्वरस्य च देवी सूर्यगणेशानां तथा क्रतुभुजां सुद यस्य कस्य कुले जादो गुणवानेव तैर्गुणैः साक्षाद् ब्रह्ममयो विप्रः पूजनीयः प्रयत्नदः दानं दद्याच्च विधिवत् सदा पर्वणि पर्वणि अक्षयं लभते जादा जन्म कोटिशदान् प्रति स्वाध्याय निरदो विप्रो यः पठेत् पाठयेत् परान् धर्मं च श्रावये लोके सदाचारं श्रुतिस्मृतिं पुराणसंहितां नूनं तथैव धर्मसंहितां श्रावयित्वादु लोकेषु श्रावयित्वा द्विजादिषु पूर्व्यां विष्णुसमस्सोऽपि पूजनीयो नरैसुरैः यद्बलं चाक्षयं तस्य तीर्थभूदान्नकस्य च समानमर्चनं कृत्वा नरो यात्यच्युतालयं कदाचित् क्रियते पापं विप्रः पापैर्न लिप्यते चाण्डालस्य गृहे निष्ठौ भास्करज्वलनौ यथा याजनाध्यापनाद्यौ न तथैवा सत्प्रतिग्रहाद विप्राणं न भवेद्दोषो ज्वलनार्कसमाद्विजाः तान् प्रतिग्रह जान् दोषान् प्राणायामव्यवस्थिताः नाशयन्तिह पापानि वायुर्मेखमिवाम्बरे गायत्रीं यो जपेन्नित्यं प्राणायामसमन्वितां प्रत्यक्षरामरैर्युक्तां स्वाङ्गे विन्यस्यतामपि सर्वपापाद्विनिर्मुक्तो जन्मकोटिकृतादपि ब्रह्मणपदवीं प्राप्य स गच्छेत् प्रकृतेः परम् प्राणायामयुधां तस्माद् गायत्रीं जपनारद नारद उवाच प्राणायामा कथं ब्रह्मन् प्रत्येकाक्षरदेवताः तेषां न्यासं तथाङ्गेषु वद ताद यथा क्रमं ब्रह्मोवाच गुददेशे त्वपानस्याद्धृति प्राणोऽस्ति देहिनः तस्माद्गुदं समाकुञ्च्य प्राणेन सह योजयेद पूरकेण तदा पुत्र कृत्वा कुम्भकमुत्तमं प्राणायामत्रयं कृत्वा गायत्रीं संजपेदिद्वजः अनेनैव जपेद्यस्तु महापादकसञ्चयः सहृदुच्चारितेनैव क्षयं यात्युपपादकं प्रतिवर्णस्वरं ज्ञात्वा विन्यस्येद्यकलेवरे स जनो ब्रह्मदामेति फलं वक्तुं न शक्नुमः प्रत्यक्षरस्य यद्दैवं शृणु पुत्र वदाम्यहम् यज्जप्त्वा च पुनर्मादुस्तनं न पिबति द्विजः आग्नेयं प्रथमं ज्ञेयं वायव्यं तु द्वितीयकम् तृतीयं सूर्यदैवत्यं चतुर्थं वैयतं तथा पञ्चमं यमदैवत्यं वारुणं षष्ठमुच्यते सप्तमं बृहस्पत्यं तु पार्जन्यं चाष्टमं विदुः ऐन्द्रं च नवमं ज्ञेयं गान्धर्वं दशमं तथा पौष्णमेकादशं विद्धि मैत्रं द्वादशकं स्मृतं त्वाष्ट्रं त्रयोदशं ज्ञेयं वासवं तु चतुर्दशम् मारुतं पञ्चदशकं सौम्यं षोडशकं स्मृतम् आङ्गिरसं सप्तदशं वैश्वदेवमदः परम् आश्विनं चैकोनविंशं प्राजापत्यं तु विंशकं सर्वदेवमयं ज्ञेयमेकविंशकमक्षरम् रौद्रं द्वाविंशकं ज्ञेयं ब्राह्मं ज्ञेयमदः परं वैष्णवं तु चतुर्विंशमेधा अक्षरदेवताः जपकाले तु सञ्चित्य तासु सायुज्यतां व्रजेद ज्ञात्वा तु देवतास्तस्य वाङ्मयं विदितं भवेद सर्वपापविनिर्मुक्तो ब्रह्मणपदवीं व्रजेद गायत्रीं विन्यसेत् पूर्वं शरीरे चात्मनो बुधः चतुर्विंशतिस्थानेषु आपादमस्तकेषु च तत्कारं विन्यसेद्योगी पदाङ्गुष्ठे विचक्षणः सकारं गुल्फदेशे तु विकारं जङ्घयोर्न्यसेद तुकारं जानुमध्ये च वकारं चोरुदेशतः रेकारं गुह्यदेशे तु निकारं वृषणे न्यसेद यं कारं कडिदेशे तु भकारं नाभिमण्डले गोकारं जठरेण्यस्य देकारं स्तनयोर्न्यसेद वकारं हृदयेण्यस्य स्यकारं करदेशदः धिकारं वदनेण्यस्य मकारं तालुकेण्यसेद हिकारं नासिकाग्रे च धिकारं चक्षुषोर्न्यसेद योकारं तु भ्रुवोर्मध्ये योकारं च ललाटके नकारं तु मुखे पूर्वे प्रकारं दक्षिणे मुखे चोकारं पश्चिमेन्यस्य दकारं चोत्तरेण्यसेद यात्कारं मूर्ध्नि विन्यस्य सर्वव्यापी व्यवस्थितः एतान् विन्यस्य धर्मात्मा ब्रह्मविष्णुशिवात्मिकः महायोगी महाज्ञानी परं निर्वाणकं व्रजेद सन्ध्याकाले पुनर्न्यासं शृणु त्वं तद्यथार्थतः ॐ भूरिति हृदयेऽन्यस्य ॐ भुवशिरसिन्यसेद ॐ स्वशिखायै तत्सविदुर्वरेण्यमिति कलेवरे ॐ भर्गोदेवस्य धीमहीति नेत्रयोः ॐ धियो यो न प्रचोदयादिति करयोर्न्यसेद ॐ आपो ज्योतिरसोमृतं ब्रह्म भूर्भुवस्वरोम् इत्युदकस्पर्शमात्रेण पापात्पूतो व्रजेद्धरिम् ॐ भूः ॐ भुवः ॐ स्वहः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ॐ तत्सविदुर्वरेण्यं भर्गोदेवस्य धीमहि धियो यो नः प्रचोदयात् ॐ आपो ज्योतिरसोमृतं ब्रह्म भूर्भुवस्वरोम् इति सव्याहृदि सप्रणवां द्वादश ओङ्कारं सन्ध्याकाले कुम्भकेन वारत्रयं जप्त्वा सूर्योपस्थाने सावित्रीं चतुर्विंशत्यक्षरां जप्त्वा महाविद्याधिको भवति ब्रह्मत्वं लभते षट्कुक्षिलक्षणां पुत्र गायत्रीं शृणु यत्नदः यां ज्ञात्वा तु परं ब्रह्मस्थानं गच्छति वै द्विजः ॐ तत्सविदुर्वरेणीयं भर्गोदेवस्य धीमहि धियो यो न प्रचोदयात् अथ गायत्री पञ्चशीर्षलक्षणं ॐ भूः ॐ भुवः ॐ स्वहः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ॐ तत्सविदुर्वरेण्यं भर्गोदेवस्य धीमहि धियो यो न प्रचोदयात् सव्याहृदिं तु गायत्रीं पुनर्न्यासं तु कारयेद् सर्वपापविनिर्मुक्तो विष्णुसायुज्यतां व्रजेद् ॐ भूः पादाभ्याम् ॐ भुवः जानुभ्याम् ॐ स्वः कट्याम् ॐ महः नाभौ ॐ जनः हृदये न्यसेत् ॐ तपः करह्योः ॐ सत्यं ललाडे ॐ तत्सविदुर्वरेण्यं भर्गोदेवस्य धीमहि धियो यो न प्रचोदयात् इति शिखायाम् एवं विप्रो न जानाति स एव ब्राह्मणाधमः न तस्य क्षीयते पाप्मा भवेद्भूरिप्रतिग्रहः इमां यो वेत्ति गायत्रीं सर्वबीजसमन्वितां स वेत्ति चतुरो वेदान्योगज्ञानं जपत्रयं य एनां नैव जानाति स शूद्रात् परतः स्मृतः तस्य भूतस्य विप्रस्य न देयं पितृपार्वणम् न स्नानफलदः कश्चित् सर्वं च निष्फलं भवेद् विद्या वित्तं तथा जन्मद्विजत्वं कारणं यतः निष्फलं सकलं तस्य मेध्यं पुष्पं यथा शुचौ चतुर्वेदाश्च गायत्री पुरा वै तुलिता मया चतुर्वेदात्परा गुर्वी गायत्री मोक्षदा स्मृता दशभिर्जन्मजनितं शतेन च पुरा कृतं त्रियुगं तु सहस्रेण गायत्री हन्ति किल्बिषं गायत्रीमक्षमालायां सायं प्रातश्च यो जपेद चतुर्नामपि वेदानां फलं प्राप्नोत्यसंशयं त्रिसन्ध्यं यो जपेन्नित्यं गायत्रीं हायनं द्विजः तस्य पापं क्षयं यादि जन्मकोटिसमुद्भवं गायत्र्युच्चारणमात्रेण पापकूडात् पुनादि च स्वर्गापवर्गमाप्नोति जप्त्वा नित्यं द्विजोत्तमः वासुदेवस्य मन्त्राणि जपेद्यस्तु दिने दिने प्रणमे च हरिः पादौ स गच्छेदपवर्गितां वासुदेवस्य स्तोत्राणि मुखे चापि कथोत्तमा पङ्कस्य लवमात्रं तु तस्य देहेन तिष्ठति वेदशास्त्रावगाहेन त्रिस्रोदस्नानजम्फलम् धर्मपाठकृतां लोके यज्ञकोटिफलं लभेद एवं विप्रगुणान्वक्तुं न शक्नोमि द्विजोत्तम विश्वरूपश्च को देहि समूर्तो हरिरेव च यस्य शापाद्विनाश स्यादायुर्विद्या यशोधनं वरदानात् समायान्ति सर्वाः सम्पत्तयस्तदा विष्णो ब्रह्मण्यदामेदि सदा विप्रप्रसादः नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च जगद्धिताय कृष्णाय गोविन्दाय नमो नमः मन्त्रेणैवं हरिं यस्तु पूजयेत् सततं नरः प्रसादी च हरिस्तस्य विष्णुसायुज्यतां व्रजेद य इदं शृणुयात् पुण्यमाख्यानं धर्मविग्रहं तस्य पापं क्षयं यादि जन्मजन्मकृतं च यत् यः पठेत् पाठयेद्वापि उपदेष्टा जनस्य च न तस्य पुनरावर्तिस्वर्गमक्षयमश्नुते धनं धान्यं लभेदत्र राज्यभोगानरोगितां तत्सुतं च शुभां कीर्तिं देववद्रमदे दिवि इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे ब्राह्मणसंस्कारो नाम षट्चत्वारिंशत्तमोऽध्यायः ॐ